नमस्सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। प्रवर्तमानसूत्रमस्ति द्वितीयतृतीयचतुर्थतुर्यान्यतरस्याम्। उमा भगिनी पठति वा? द्वितीयतृतीयचतुर्थतुर्यान्यतरस्याम् द्वितीयतृतीयचतुर्थतुर्य इत्येते समर्थाः सुबन्ताः एकत्व संख्याविशिष्टेन अवयविना तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते। तत्पुरुषस्य समासो भवति। द्वितीयश्च तृतीयश्च चतुर्थश्च तुर्य च तेषाम् इतरेतर योगद्वन्द्वः। द्वितीया तृतीया चतुर्थतुर्याणि प्रथमान्तम् अन्यतरस्यां विभक्ति प्रतिरूपरूपकम् अव्ययम्। अयं समासः षष्ठी तत्पुरुषस्य समासस्य अपवादः अस्ति। सुभामन्त्रिते पराङ्गवत्स्वरे ओके शर् द्वितीय तृतीय चतुर्थ तुल्य इत्येते समर्थाः सुबन्ताः एकत्व संख्याविशिष्टेन सुबन्तेन सह समस्यते। I didn't understand this properly. See, dvitiya, tritiya, chaturtha, turiya. Yesha meva sankhya vachaha. Atra pasyetu bhagani, dvitiya itipte kem. Dvitiya means dvitiya. Ekattu sankhya asti. Tasya ekattu sankhya asti iti dvitiya itipte dve iti वाक्यमेव सङ्ख्याशब्दमेव सूचयति न, किन्तु तत्र तीयप्रत्यय अस्ति इति कृत्वा तस्य विशिष्टता अस्ति। एकत्वा सङ्ख्या अस्ति चेदपि तत्र विशिष्टेन अवयविना इति उक्तत्वात् तत्र प्रत्ययान्तं पदमस्ति द्वितीया इति तीयप्रत्ययान्तेन तत्र विशिष्टत्वम् एवम् अवयवित्वं भवति यत्र तस्य कारणम् अस्ति। तद्वाचिना सुबन्तेन सह विकल्पेन समस्यते इति इत्युक्ते तत्र सङ्ख्या अस्ति किन्तु विशिष्टता सूचयति। किरणं किम् अस्ति चेत् तीया इति प्रत्ययान्तं पूर्णप्रत्ययान्तशब्दमस्ति इति कृत्वा विशिष्टता अस्ति। एकत् सङ्ख्यावाचकम् अस्ति चेदपि तस्य विशिष्टता अस्ति पूर्णार्थम् इत्युक्ते it shows the completeness of the dvitiya itipte the second, it is not number 2. The difference between number 2 and the second, there is a difference, no? Yes, that is that what is called sankhya vishishta. If it is only sankhya, it should be dve, tre, tri, three, chatura, like that it will become, no? संख्याविशिष्टत्वं तत्रैव भवति तत्र पूर्णप्रत्ययान्तीयप्रत्यय इति योजनेन। बिफोर् देट् ऐ जस्ट् लैक् टु आस्क् वाट् इस् दिस् द्वितीय तृतीय चतुर्थी वाट् डु दे मीन् आर् दे सेकेण्ड् थर्ड् लैक् देट् दे आर् ईक्वलन् टु नम्बर्स् संख्याशब्दाः रैट् दे आर् संख्याशब्द बट् विशिष्टसंख्याशब्द Okay, it is right. Not showing the there are, it is not showing that there are two numbers, but it is showing out of the two, the second one is being indicated. That is why it becomes avayava. Okay. So they are, these words join with? These words, if it comes in a shashtyantam, shashti padayana samasyate chet, षष्ठी तत्पुरुषसमासे सामान्यतया षष्ट्यन्तं पदं पूर्वं भवेत्। So that means any word in Shashti, this thing joined. Any Shashtyantam Padam. Okay, now I understand. If you are adding Tudiya, Tritiya, Chatuttha, Turiya into, along with any Shashtyantam Padam, then you are bound to make a Shashti Satpurusha Samasa by the Samanya Sutram Shashti. Okay. This being an Apavada, Tatra Purva Nipadasya Parivartanam Bhavati. The Shashtyantam Padam, Uttarapadam Bhavati, Dvitiya, Tritiya, Chaturtha, Tulya, these Padams will be the Purva Padam. Okay. Therefore, it is an Apavada Sutra. Now it's clear. Should I repeat it? And now, why is it Avayave Vachina? Because if it is the two, and out of the two, if this word Dvitiya is indicating the second one. So it is showing part. So Ekadeshina. So it is showing only one aspect of the two. Therefore, it is an Avayava. Okay. Right. So that means that they do not indicate the number as such, but it indicates the position of the numbers, second, first. The aspect of that number which they want to convey. If it is a Chaturtha, Chaturtha, what is seeing? Out of the four, the fourth one is being. So it's the part of the four. Okay. It is not showing, neither indicating the first one, nor the second one, nor the third one, but specifically the fourth part of the 1, 2, 3, 4. Okay. So this combines with Shashtyantam Padam to make Samasta Padam. But the difference between ordinary Tatpurusha Samasaka and Vishesha Tatpurusha Samasaka is that Dvitiya, Tritiya, Chaturtha, Turiya, they form Purva Padam, and then Shashtyanta Padam, Uttara Padam. Normally, Shashtyanta Padam Purvamasti. Another word is after that. But here it is reverse. That is by Shashti Iti Sutrena. Okay. This is a sutra which is Apavada for Shashti Sutrena. Shashti Sutra Andhargata Samasasya Purva Padam Shashtyantam Bhavati. Atra Asmin Sutre Avayava Vachina Dvitiya Tritiya Chaturtha Turyadi Ityadi Padani Pradama Vibhaktyam Asti Kritva अस्य पूर्वनिवादं भवति षष्ट्यन्तं षष्टिसूत्रेण न समासं भवति. ओके, सो हियर् तुरिया इस् शोयिङ्ग् ओन्ली दि चतुर्थी चतुर्थपदम्. न, तुरिया एण्ड् चतुर्थ आर् सिनोनिम्स्. ओके, चतुर्थ आर् तुरिया आर् बोथ् द सेम् वर्ड्. महोदय, अवयविशब्दः अवयविशब्दः इस् लैक् समुदायशब्दः, लैक् एकदेशिना एकाधिकरणे. सो एकदेशिवाचकशब्दः विच् इस् अवयविशब्दः, इस् लैक् समुदायशब्दः. एकदेशि अवयविवाचिना द्वितीय तृतीय चतुर्थ इति समासः, द्वितीय तृतीय चतुर्थ तुरीय इति पदानि एकदेशीपदं द्वितीयपदं लैक् द्वितीयं भिक्षायाः. सो भागः, या द्वितीय तृतीय चतुर्थ इति भागः इत्यर्थे भवति. बट् भिक्षायाः इति एकदेशीवाचकपदम्. एकदेशी मीनिङ्ग् अवयविभक्ति. एकदेशी अवयवस्य सूचना भवति द्वितीया, तृतीया, चतुर्था इत्यादि पदेन. सो द होल् भिक्षा इस् डिवैडेड् इन् टु टु. औट् आफ् दट् वन् द सेकेण्ड् पोर्शन् इफ् यु वाण्ट् टु इण्डिकेट् देन् यु यूस् द्वितीयां भिक्षायाः इति, रैट्? और् इफ् इट् इस् डिवैडेड् इन् टु फोर् पार्ट्. वन् मोर् डौट्. Ekadeshi Samasaka, you say, now what is it and how, what way this is, that is different from this? So, as Ekadikaranam, Ekadeshi, these are the two words. Yeah, I want the explanation. What is Ekadikaranam? Is a adhikaranam verb, it is a single number. It cannot be bahuvachanam or dvivachanam. Okay, that means singular. Yeah, singular, and it should be the adhikaranam. Samudaya sabda. Which has a portion which you can indicate by avayava vachi. That avayava vachi will be part of the adhikaranam. Therefore, it indicates eka desha of the adhikaranam. Suppose if you are saying the, you know, second portion of the bhiksha. The bhiksha is the single adhikaranam. Because the total bhiksha is when, no, not the in the bahuvachanam, dvitiya bahuvachanam, dvivachanam bahuvachanam. So in a single bhiksha, you ate only the second portion of it, or one third portion of it, or one fourth portion of it, right? That shows of the adhikaranam bhiksha is ekadhikaranam. Out of that, eka deshi vritti, it is say one aspect is being informed by the word dvitiya, tritiya, chaturtha, right? So eka deshina ekadhikarane iti suchakapadam asti, which by the word dvitiya, tritiya, chaturtha, turya is indicating. So that means you indicate that you take only one portion of it, not every, entire thing, or not half of it, just one portion. As mentioned in the dvitiya, tritiya, or whatever it is. If you are divided into three portions and you take the one of that, you took one third of it. So the tritiya is one third, to indicate one third. Okay. It is not word actually one third. The third portion, you are dividing one, two, and the third portion you took. Yeah. You can say that way. Yeah, it can be like a Kunti dividing between the Pandavas, the half portion for Bhima and the rest amongst them five. No, it's not like that. No, I'm saying, just I'm joking. Yeah. So just like right. that. So one portion of it, whatever it is, Dvitiya, Tritiya, it can be equal or it can be non-equal, anything it can be. Yeah, so you can read the Anuvritti Sutram at the end, you will get the complete picture of it. Yes. Anuvritti Sahita Sutram, Ityasmat Sutrat, there is Anuvrittat Purushaha, then Purva. Anuvritti Sahita Sutram, last sentence. Okay. Dvitiya, Tritiya, Chaturtha, Turiyani, Supaha, Ekadeshina, Ekadhikarane, Supasaha, Vibhasha, Tatpurushaha, Samasaha, Anyatarasyam. So it can be either this way or another type also it can be. Dvitiya, Tritiya, Chaturtha, Turiyani, Supaha, Ekadeshina, Ekadhikarane, Supasaha, Vibhasha, Tatpurushaha. So it is a, it can be Tatpurusha or even can be, I think, Vyastapadam, no? Vyastapadam. Kintu tatra anyatarasyam, vibhasha anyatarasyam, both are showing the same meaning. Vikalparupam is sadhu iti. Okay. So therefore anyatarasyam has got a special meaning. Why should it be duplicated in ardhamatra lakhavena putrotsavam manyande vayyagarana is the standard rule. So in that case, why should there be a vibhasha and anyatarasyam indicating the same meaning? Is the question which can come. So it is used with a specific purpose. Okay. That is explained age andre agreme ayasyati asmin sutre vibhasha asmin sutre sutrasya adhikara asti asmin sutre vibhasha iti sutrasya adhikara asti ityatah samasah vikalpena eva bhavati tarhi kimartham अन्यतरस्याम् इति पुनः उक्तम् उत्तरमस्ति अन्यतरस्यां ग्रहणात् षष्टिसमासः अपि भवति विकल्पेन पूर्ण ओ देट् मीन्स् प्रथमे षष्ट्यन्तं पदम् अण्ड् उत्तरपदं द्वितीय देट् इस् आल्सो पासिबल् यस् ओके सो इफ् यु आर् शोयिङ्ग् इफ् यु आर् शोयिङ्ग् एकदेशिन एकाधिकरण इस् द विवक्षा then you will use dvitiya, tritiya, chaturtha, tritiyani, anyatarasam sutram and द्वितीय तृतीय चतुर्थ तुल्य इत्यादि सुबन्धानि पूर्वपदं भवति. यदि विवक्षा अस्ति सामान्यषष्टि सम्बन्धषष्टि देन् यु विल् हाव् द षष्ट्यन्तपदं पूर्वं षष्टि इति सूत्रेण. ओके ओके अण्डर्स्टुड् थेङ्क् यु नैस्. अच्छा द्वितीय तृतीय चतुर्थ तुर्य इति एते शब्दाः पूर्ण प्रत्ययान्तशब्दाः सन्ति इत्यतः तेषां षष्टिसमासः निषिद्धः वर्तते. पूर्णगुणसुहितार्थ सुहितार्थ सद्व्ययतव्ययतव्ययतव्य पूरणगुणसुहितार्थ सद् अव्ययतव्य समानाधिकरणे. ओके पूरण इट् लैक् दट् ओके पूरणगुणसुहित असुहितार्थ सत् अव्यय तव्य समानाधिकरणेन इति सूत्रेण. सो वाट् इस् द मीनिङ्ग् आफ् पूर्णगुण? दट् सूत्र वी विल् एक्स्प्लेन् इट्स् वी नीड् टु स्टडी दट् सेपरेट्ली. ओके बट् ओन्ली द वर्ड् पूर्ण हेस् अ रेफरेन्स् हियर् बिकास् पूर्णप्रत्ययान्तम् अस्ति तीया द्वितीय तृतीय इत्यादीनां तत्र पूर्णप्रत्ययान्तपदमस्ति. Therefore, Purana Dunita, this sutra is the reason why the Anyatarasyam was required. That is being explained here. Okay, okay. You read it, then you'll understand. Okay. Prakrita Sutre, Anyatarasyam iti Grahana Samarthyat, Purana Guna Sahitartha Sati Avyaya, Avyaya Tavya, समानाधिकरणेन 2299 इति सूत्रं न प्रवर्तते द्वितीयतृतीयचतुर्थतुर्याणां विषये. पूर्णगुणसुहितार्थ सत् अव्ययतव्यसमानाधिकरणेन इति सूत्रेण पूर्णप्रत्ययान्तशब्दानां षष्टिसमासः निषिध्यते. किन्तु द्वितीयतृतीयादीनां शब्दानां षष्टि समासः समासः इष्यते इति कृत्वा अन्यतरस्याम् इति पदस्य प्रयोगः कृतः पाणिनिना प्रकृतसूत्रे. पुनः अन्यतरस्याम् इति कथनेन पूर्णगुणसुहितार्थ सत् अव्यय तव्यसमानाधिकरणेन इति सूत्रेण प्राप्तस्य षष्टितत्पुरुषसमासनिषेधं बाधयित्वा षष्टितत्पुरुषसमासः अपि विकल्पेन भवति इत्यर्थः सिद्ध्यति. षष्टिसमासः क्रियते चेत् षष्ट्यन्तस्य पदस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अपि भवति. षष्टिसमासः इत्युक्ते यः समासः षष्टि इति सूत्रेण क्रियते. आहत्य अत्र एकदेशीसमासः षष्टिसमासः व्यस्तप्रयोगः च शक्यते. अण्डर्स्टुड्? सो आल् द त्री आर् पासिबल्, दट् इस् षष्टी तत्पुरुषसमासः एकदेशीसमासः अण्ड् व्यस्तप्रयोगः, आल् द त्री आर् पासिबल् बै दिस्. ईवन् दो द्वितीया तृतीया एक्सेट्रा इट् इस् अपवादसूत्रं फार् षष्टि तत्पुरुषसमासः, बट् बिकास् इट् इस् पूर्ण प्रत्ययान्तशब्दः षष्टिसमासः निषिध्यते. बट् तृतीयतृतीयानां षष्टितत्पुरुषसमासे अन्यतरस्यां पदेन षष्टितत्पुरुषः समासः अपि सम्भवति, व्यस्तः प्रयोगः अपि सम्भवति. तदेव गुणसुविधार्थसदव्येतव्यसमानाधिकरणे ईस् सूत्र विच् इस् पूर्णप्रत्यान्तम् अस्ति चेत् षष्टिसदृशसमासः निषिध्यते. किन्तु केवलं द्वितीयतृतीयचतुर्थतुल्य इति चत्वारि सुबन्धानां विषये तस्य निवारणं कर्तुम् अन्यतरस्याम् इति सूत्रे दत्तमस्ति पाणिनिना. तदेव मुख्यविषयमस्ति. फोर् एक्साम्पल् द्वितीयां भिक्षायाः तत् अरुणा भगिनी पठति वा उदाहरणम्? आं महोदय. यथा द्वितीयां भिक्षायाः, द्वितीयभिक्षा एकदेशसमासः, भिक्षा द्वितीयं षष्टितत्पुरुषसमासः, द्वितीयं भिक्षायाः व्यस्तप्रयोगः, भिक्षायाः द्वितीयभागः इत्यर्थः. द्वितीयभिक्षा इति एकदेशसमासः विकल्पेन भवति. द्वितीय तृतीय चतुर्थ तुर्य अन्यतरस्याम् इति सूत्रेण अयं समासः षष्टितर्समासः अपवादः अस्ति. द्वितीय योगः सु योगः भिक्षा योगः नस् इति अलौकिकविग्रहः. पक्षे भिक्षायाः द्वितीयभागः इत्यर्थे भिक्षा द्वितीया इति षष्टितर्समासः अपि भवति. द्वितीयं भिक्षायाः इति व्यस्तप्रयोगः अपि शक्यते. तदेव उमा भगिनी पठितवती. द्वितीयभिक्षा इति पदमस्ति, विग्रहवाक्यमस्ति. द्वितीयभिक्षा इति समस्तपदम् अत्र एकदेशसमासः एव अस्ति. केन सूत्रेण इति अस्ति चेत् द्वितीय तृतीय अत्र दत्तमस्ति न. द्वितीया भिक्षा इत्युक्ते एकदेशीसमासः. केन सूत्रेण? द्वितीय तृतीय चतुर्थ तुर्यान्यन्यतरसाम् इति सूत्रेण एकदेशीसमासः भवति द्वितीया भिक्षा इति पदम्. यदि भिक्षा द्वितीयम् अस्ति चेत् तत् इति सूत्रेण लिखितं न द्वितीयभिक्षा, नाट् द्वितीया भिक्षा, न द्वितीयभिक्षा. हा, द्वितीयभिक्षा, रैट्. एवं तत्र भिक्षा द्वितीयम् इति अत्र षष्टि इति सूत्रेण षष्ट्यन्तं पदं पूर्वं भूत्वा भिक्षायाः इति षष्ट्यन्तपदस्य पूर्वनिपातं भूत्वा भिक्षा द्वितीयम् इति अत्र द्वितीयम् इति परपल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति कृत्वा द्वितीयम् इति भवति. अत्रापि भिक्षा इति स्त्रीलिङ्ग अस्ति कृत्वा तत्र पूर्व परवलिङ्गं द्वन्द्वतत्पुरुषयोः तत्रापि भिक्षा. व्यस्तप्रयोगं विभाषा अन्तर्गतः अस्ति कृत्वा द्वितीयं भिक्षायाः इति व्यस्तप्रयोगमपि व्यस्तप्रयोग कारणात् व्यस्तप्रयोगः भवति. विभाषा पदं पदेन सूत्रे विभाषा इति पदमस्ति न, तत्कारणेन व्यस्तप्रयोगः भवति. एकदेशिना एकाधिकरणे इति अनुवृत्ति अस्ति कृत्वा द्वितीय तृतीय चतुर्थ तृतीयानि अन्यतरसाम् इति एकदेशीसमासः भवति द्वितीयभिक्षा इति. यदि अन्यतरस्याम् इति पदं स्वीकुर्मश्चेत् सूत्रे यदस्ति अन्यतरस्यां षष्टि पूर्णप्रत्ययान्तपदस्य निषिध्यते चेदपि अन्यतरस्याम् इति पदेन द्वितीय तृतीय चतुर्थ तुर्य इति चत्वारि पदानां षष्टि अपि भवितुम् अर्हति इति कृत्वा भिक्षा द्वितीयम् इति षष्टि सामान्यषष्टितत्पुरुषसमासम् अपि भवितुम् अर्हति इति आहत्य त्रीणि रूपाणि साधु एव. सूत्र अस्ति तत् पूर्णगुणसुहितार्थसदव्ययतव्य किं महोदय पूर्णगुणसुहितार्थ सदव्ययतव्यसमानाधिकरणे तत्र सदव्यय इति सत् अव्यय अस्ति. तत् सूत्रं बाधित्वा षष्टि सदृश भवति. आम् तदेव अस्ति. धन्यवादः. तत्र तत्र उषा भगिनी चतुर्थ पञ्चम तुरीयम् इति तुरीयं फोर्थ् पार्ट् तुरीयं भिक्षायाः तुरीयभिक्षा एकदेशिसमासः, भिक्षातुरीयं षष्टितत्पुरुषसमासः, तुरीयं भिक्षायाः व्यस्तप्रयोगः, भिक्षायाः चतुर्थभागः इत्यर्थः, तुरीयभिक्षा इति एकदेशिसमासः विकल्पेन भवति, तुरीयशब्दस्यापि इष्यते इति वार्तिकेन, तुरीययोगः सुयोगः भिक्षायोगः ङस् इति अलौकिकविग्रहः, तुरीयं भिक्षायाः तुरीयभिक्षा, देन् ओके दिस् इस् तुरीयभिक्षा, तुरीयभिक्षा इति एकदेशिसमासः, देट् इस् आल्सो तुरीयभिक्षा रे, देट् इस् आल्सो तुरीयभिक्षा, दिस् इस् आल्सो तुरीययोगः, या ओके, पक्षे भिक्षायाः चतुर्थभागः इत्यर्थे भिक्षा तुरीयम् इति षष्टितत्पुरुषसमासः अपि भवति, तुरीयं भिक्षायाः इति व्यस्तप्रयोगः अपि शक्यते, तुरीयं भिक्षायाः षष्ट्यन्तं पदं तुरीयम् इति पूर्णप्रत्ययान्तशब्दः, तुरीयभिक्षा इति एकदेशिसमासः भवति, भिक्षातुरीयम् इति षष्टितत्पुरुषसमासः भवति, चतुर्थ्यन्तं पदं पूर्वनिपातः भवति, भिक्षातुरीयम् इति भवति, तुरीयं भिक्षायाः इति व्यस्तप्रयोगः भवति, ओके देन् अत्र तुरीयं एकः संशयः, तुरीयम् इति चेत् चतुर्थ इति अर्थः भवति चेत् देन् वै द सूत्र इस् द्वितीया तृतीया चतुर्थ तुरीयं, वै द चतुर्थ इस् टु बि यूस्ड्, तुरीय इस् गो अहेड् महोदय, न न तुरीय इस् इट् इण्डिकेट्स् लैक् द अवस्था, लैक् द फोर्थ् स्टेट् आर् like generally we say right jagrat sushupti avastha, like jagrat swapna sushupti tadapi satu kintu turiya turyam chaturtham samana padam, yeah you can use either of the word, no samana padam eva iti che why then the word used no you have to indicate bagini that you can use that also, if you had mentioned only chaturtha in the sutra समानपदस्य समासं भवितुम् अर्हति वा इति प्रश्न उदेति, तत्समये किं वदति इवन् तुरिया इस् आल्सो ए पूर्णप्रत्ययान्तपदं, सो वेदर् देट् विल् गेट् बेण्ड् बै द षष्टि पूर्णगुरुणसुहितार्थसदव्येतव्यसमानाधिकरणे सूत्र, विल् इट् प्रोहिबिट् फार् तुरिया, नो इन् तुरिया आल्सो देट् विकल्प अन्यतरस्याम् इस् वर्कबल् to show that the word turiya is added into the sutra. Okay. Right? Tadena turiya shabdasyapi ishyate. Tatra turiya or turiya. There are two words. How the two words are coming is given in the sutra. Where that chaturtha ityasya, no, turiya ityasya, turiya ityanayoho prakriya. चतुरः चयतौ आद्यक्षरलोपश्च इति वार्तिकेन पूरणार्थे चतुर्शब्दात् च तथा यत् प्रत्ययौ अपि भवतः, अपि च चतुर्शब्दस्य च इत्यस्य लोपः भवति, चतुरः च यतौ आदि अक्षरलोपश्च, च प्रत्ययस्य योजनेन तुरीय इति शब्दः, यत् प्रत्ययस्य योजनेन तुर्य इति शब्दः च निष्पद्यते, अतः द्वितीय तृतीय चतुर्थ तुर्य तुरीय इति एते शब्दाः पूर्णप्रत्ययान्ताः सन्ति इति ज्ञातव्यम्, तुरीयः इति चतुर्योगः चकारः, चतुरः चयतौ आद्यक्षरलोपश्च इति वार्तिकेन पूरणार्थे चतुर्शब्दात् च प्रत्ययः भवति, अपि च चतुर्शब्दस्य च इत्यस्य लोपः भवति, ओके सो तुर् योगः ईय भवति, आयनेय ईनि ईयक पडकच पटकच्छगां प्रत्ययादीनाम् इति सूत्रेण फटगच्छगां प्रत्ययादीनाम् आयनेय ईनी यः फटकच्छगां प्रत्ययादीनाम् इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ ठ फ ट फ ढ ख छ घ इत्येतेषां क्रमेण आयन् एय ईन् ईय ईय आदेशाः भवन्ति. अतः बेसिकलि द्वितीयवर्ग ढ इस् चतुर्थ and ah. Gha is also chaturtha mahodaya. अतः च इत्यस्य स्थाने ईय इति आदेशः भवति. तुरीय इति रूपं लभ्यते. सो तुर्योगः नो चतुर्योगः च चतुर्योगः च इति कृते चकारस्य स्थाने च प्रत्ययस्य स्थाने आयनेयगीनीयः पटकच्छगां प्रत्यादीनाम् इति सूत्रेण च प्रत्यय प्रत्ययस्थले आदेशः भवति ई इति. सो देन् चतुर् इत्यस्य चकारलोपः अपि भवति. सो तुर्योगः च तुर्योगः च इति कृते तुर्योगः ईय इति भवति. तुरीयः इति इत्युक्ते चतुर्थः इति अर्थः लभ्यते. ओके, तुरीय इति रूपं लभ्यते. तुरीयः इत्युक्ते चतुर्थः इति अर्थः. तुरीयः किमस्ति? चतुरः इति पदस्य यत् प्रत्ययौ योजयति चेत् आद्यक्षरलोपः भवति. तत्र च इति अनुवृत्ति दर्शयति लोपस्य, तद् लोपश्च इति अस्ति. चतुरः इत्युक्ते आद्यलोप इत्युक्ते पूर्वचकारस्य लोपः भवति. यतः चतुरयोगः च भवति अथवा चतुरयोगः यत् भवति चेत् चकारस्य लोपः भूत्वा तुर्योग च अथवा तुर्योग तत्र चुर्योगः च भवति चेत् च इति रीप्लेस् बै ई इन् आयनीय इति सूत्रेण इति कृत्वा तुर्योग च विल् बिकम् तुर्योग ईय. सो युग तुर्योगः ईय तुर्य. तुर्योगः यकारः तुर्यः इति. यत् अस्ति चेत् चतुर्योगः यत् प्रथम च लोपः भवति. अनन्तरं तुर्योगः यत् देन् तुर्यो यत् तुर्य इति भवति. ओके, चतुरः चयतौ आद्यक्षरलोपश्च इति वार्तिकेन पूरणार्थे चतुर्शब्दात् यत् प्रत्ययः भवति. अपि च चतुर् इत्यस्य च इत्यस्य लोपः भवति. तुर्योगः यकारः तकारस्य इत्संज्ञा भवति. तकारस्य इत्संज्ञा लोपः च भवति. य इति अवशिष्यते. तुर्य वेरस्तकारस्य इत्संज्ञा ओ यत् ओ यत् तकारस्य. ओके, यतकारस्य इत्संज्ञा लोपः च भवति. य इति अवशिष्यते. तुर्य इति रूपं लभ्यते. तुर्यः इत्युक्ते चतुर्थः इति अर्थः. सो द्वितीय तृतीय चतुर्थ तुरीय तुर्य. ओके, सो यु गाट् द बोथ् चतुर्थ आल्सो पूर्णप्रत्ययान्त चतुरा इस् इस् पूर्णप्रत्ययान्त. Because of this Vartika, you get Turiya also as a similar meaning because both are the same form. Nishpannam bhavati. Chatura iti padadera, nishpannam adhi kriptva. Samana padam. Chatura ha, atava Turiya, Turiya. Iti eva sarvam. Ekadeshi, Chatura ha, Chaturta iti padam eva. Tatra Chaturta iti kam katam bhavati? Chaturta ha. चतुर्थः इत्यस्य प्रक्रिया चतुर्णां पूरणः. चतुर्योगः डट् तस्य पूर्णे डट् इति डट्. ओके, चतुर्योगः डट् प्रत्ययस्य विधानं. डट् प्रत्यये अधिक् डट् दट् प्रत्यये अकारः अवशिष्यते. टकारः ओके चुटु देन् डकारस्य अकारः एव अवशिष्यते. प्रथम डकार हौ डस् इट् गो आदिर्णि डुडवः ओके. चतुर्योगः देन् थुक् योगः डट् षट् कति कतिपय चतुरां थुक् थुक् षट् कति कतिपय चतुरां थुक् इति सूत्रेण अङ्गस्य तुक्कागमः भवति. तुक्कागमे ककारस्य इत्संज्ञा भवति. उकारः उच्चारणार्थः तकारः अवशिष्यते. चतुर्योगः तकारयोगः अकारः चतुर्थ इति प्रातिपदिकं लभ्यते. सुप्रत्ययस्य योजनेन चतुर्थः इति रूपं लभ्यते. षट् कति कतिपय चतुरां थुक् यदि यदि यदि थुक् नास्ति तत् कित् अस्ति इति कृत्वा नैतो पुदगन्धलघुपदस्य इति सूत्रस्य उकारस्य गुणं भवितुमर्हति. निवारणार्थं कित् दत्तमस्ति थुक् तुक् तुक् रैट् रैट् अदर्वैस् चतुर् तत् उकारस्य गुणं भवति न पुगन्धलघुपदस्य दट् इस् डिवैडेड् बै द तुक् इति कित् अस्ति कृत्वा एवं डट् इति तत्रापि टित् अस्ति टित् आल्सो हेस् गोट् ए स्पेशल् रोल् इन् द तद्धित प्रत्यय सो दट् वाट् वेर् डस् द टित् से टित् इवन् दो देर् इस् ए आदिवृद्धि अकारस्य वृद्धि चा इति दीर्घं भवितुम् अर्हति वृद्धि आदिवृद्धि दट् इस् प्रोहिबिटेड् बै दट् tit in the tadida pratyaya otherwise you know the tadida teshu achamade adivriddhi should have happened that is prohibited by the tat tit and tuk iti kit asti krutva ukarate puganda lagupada abhibhavitam badhitam and anantaram api ka ayati okay chatur anantaram yeah so chaturta iti rupam labhyate तस्य पूर्णे डट् अण्ड् षट् कति कतिपय चतुरां तुक् पूर्णान्तप्रत्ययः किम् इति तत् पूर्वं षट् कतिपति या चतुरां तुक् इति सूत्रेण कति कतिपय तथा चतुर् एतेषां विषये पूर्णः अस्मिन् अर्थे विहिते डट् प्रत्यये परे अङ्गस्य तुक् आगमः भवति. चतुर् इत्यस्य पूर्णः इत्यस्मिन् अर्थे विहिते डट् प्रत्यये परे अङ्गस्य तुक्कागमः यदा भवति अनेन सूत्रेण तदा चतुर्थः इति शब्दः निष्पद्यते. चतुर्थः इति शब्दस्य प्रक्रिया अधोलिखिता वर्तते. ओके चतुर्थः this is what we read. Okay, chaturnam purnah hai. So the tuk, why did they shut katipayata and tuk is the sutra matra dhastam, na? So that is what is given here in the purva. Therefore, how does the tuk come in the case shut also? See, in the case shash, there also Kati. Shash will be shakara will be dat pratyayagadi, a will come. The a will because of the a the uttara shash will become no shtoshtu nashtu takara bhavati na how does shash yoga what mahodaya shash katipai katura shash yoga hatuk No, da will become takara. No, da and ta is gone. That tuk will remain, tha will be there. Oh, okay, okay. Oh, yeah. Then shunashtu. Yeah, instead of chatur, yeah. Here you think it is shash. Yeah, shash yoga ka takara yoga ka akara. Okay. Right? Yeah. So, sha followed by takara, what will be the sandhi there? Shashit, shakara ka yoga ka takara ka, the takara would become tavarga, na? Yeah, the tavarga, yeah, takara would become tavarga. But then what happens with the shash then? The shashta, then shashta. The shashta. One of them then should go away. Yeah. No, the madhyama shash, the antima shakarasya lopa bhavati kimabhi sutram asti, that's krute. So you will have the first sha and the second sha will go to lopa, and then takara will become dakara, and akara will become, then you get the shash. Anyway, that prakriya is different. It's all, if you want to know it, I can show you. Prakriya, I can't show. I'll show you the sutras where it is available. What's that? Shash katipaya, katipaya. Tuk. See, here, matvartiyartake sutrani asti. मत्वर्तीयसूत्रे इसि पूरणप्रत्ययान्तः तस्य पूरणे डट् इस् द सूत्रम् इन् दट् दिस् षट् कतिपयचतुरां तुक् इति षडागमस्य तुक् आगमः भवति इति अस्ति. सो दर् यु लुक् अट् इट् देन् यु विल् फैण्ड् दिस् सूत्र वर् वट् इस् हेपनिङ्ग् तस्य पूरणे इति दट् षट् कति कतिपय तत् तत्र कतिपय चतुरा तत्रापि अस्ति दिस् द प्रक्रिया इस् गिवन् इन् द बाटम् यु विल् लिव् यु सि षष् योगः डट् षष् योग तुक् षष् योग तुक् योग डट् सो षष् योग थ योग आ नौ षष् प्लस् द वस्तुतः धेः इति टि लोपः विशिष्यते ओके तेः इति सूत्रे वा स्वाचोन्त्यातिथि ते इति सूत्रेण तेः लोपः भवति इति कृत्वा अकारस्य षकारस्य लोपः भवति तु ष प्लस् ट विल् रिमेन् षष् ठ तत्र अधुना ष्टुनाष्टु इति कृत्वा षष्ठ इति भवति परन्तु यदि विकल्पः विधीयते परन्तु यदि अत्र टी लोपः क्रियते तर्हि अट् अष्ट इत्यस्य लोपः भवेत् येन तुक् आगमस्य प्रयोजनमेव विनश्येत् अतः तुक् इत्यस्य विधानसामर्थ्यात् एतादृश टी लोपः अत्र न भवति भवति ओके सो इट् डिडन्ट् गेट् लोपः ओके It didn't get a loba. It becomes shashta. It is not shata. Shata is coming from a different thing. Shannam purana shata. It is shashta. Okay. So, this is the reason why we get shashta. Shashta. Okay. So, I have to mark it in my book. Now one sutra which we need to study is Ega Vibhakti Cha Purvanipati. With this sutra we can stop that. These two sutras, Ghosh, Priya, Rupa, Sarjana, we can stop that class. Okay. Usha Bhagini Paradu. Okay. You are faster in reading. Ega Vibhakti Cha Purvanipati. Vigrahasi Avasthayam Yat Padam Niyata Vibhaktiyam Padam नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति समासे विधीयमाने यत् नियतविभक्तिकं द्वितीये सम्बन्धीनि बहुभिः विभक्तिभिः युज्यमाने अपि एकया एव विभक्त्या यत् तत् उपसर्जनसंज्ञं भवति अपूर्वनिपाते अपूर्वनिपातः नाम पूर्वनिपाता पूर्वनिपाताख्यम् उपसर्जनकार्यं वर्जयित्वा. ओके, एका विभक्तिः यस्य यस्य तत् एकविभक्ति बहुव्रीहिः पूर्वश्चासौ निपातः चेति पूर्वनिपातः कर्मधारयः न पूर्वनिपातः अपूर्वनिपातः तस्मिन् अपूर्वनिपाते नैन् तत्पुरुषः एकविभक्ति प्रथमान्तं च अव्ययम् अपूर्वनिपाते सप्तमीयन्तं प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्ति अनुवृत्तिसहितसूत्रम् एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनं समासे द्वयोः पदयोः मध्ये एकपदम् एकविभक्तिकं पदं द्वितीयपदं सम्बन्धकारणतः बहुभिः विभक्तेन युज्यमाने सति एकविभक्तिकं पदम् उपसर्जनसंज्ञम् उपसर्जनसंज्ञा भवितुम् अर्हति एकविभक्तिकं पदस्य कृते उपसर्जनसंज्ञा भवितुम् अर्हति बहुविभक्तिकं पदं सम्बन्धम् एव सूचयति एकविभक्तिकं पदम् उपसर्जनसंज्ञा भवति परन्तु अपूर्वनिपातः भवति पूर्वनिपातः न भवितुम् अर्हति एकविभक्तिकं पदं समासे एकविभक्तिकं पदम् उपसर्जनसंज्ञा भवति अपूर्वनिपातः भवति द्वितीयपदं बहुविभक्तिकं पदम् अत्र उपसर्जनं पूर्वम् इति सूत्रेण पूर्वनिपातं विधीयते पूर्वपदस्य उपसर्जनसंज्ञा इति भवति तत्र प्रथमानिर्दिष्ट समास उपसर्जनम् इति इत्युक्ते समासे उपसर्जनस्य प्रथमानिर्दिष्टं भवति इति पूर्वसूत्रमस्ति 43 रैट् तत् बाधयित्वा अपवादसूत्रमस्ति यदि समासे एकविभक्तिकं पदमस्ति तत्र पूर्वनिपातं न भवति इति निषेधसूत्रमस्ति इति कृत्वा परसूत्रं निषिध्यते पूर्वसूत्रस्य प्रथमानिर्दिष्टं यदि एकविभक्तिकम् अस्ति चेत् पूर्वनिपात निषीयते समासे कस्य उपसर्जनस्य इति कृत्वा उपसर्जनं पूर्वं तदनन्तरं प्रथमानिष्ठं समास उपसर्जनं देन् एकविभक्तिकं च पूर्वनिपाते इति सूत्रस्य इस् अ लिस्ट् इन् विच् इत् सो फस्ट् इस् उपसर्जन डेफिनिशन् संज्ञा भवति किं सुपसर्जन देन् प्रथमानिर्दिष्टं समास उपसर्जन समास उपसर्जन वाट् एवर् इस् द उपसर्जनसंज्ञा तस्य पूर्वनिपादः भवति किन्तु तत्र समासे अपि उत्तर किमपि पदम् एकविभक्तिकमस्ति तत्र अपूर्वनिपातं निषिध्यते इति उत्तरसूत्रमस्ति पूर्वसूत्रं पूर्वं निपातते उत्तरसूत्रं एकविभक्तिकम् अस्ति चेत् तत् न भवति इति तत्कारणतः अन्यसूत्रम् आयाति तत्र किम् अस्ति गोस्त्रियोर् उपसर्जन अत्र एकः संशयः पूर्वनिपातः भवति चेत् उपसर्जनसंज्ञा न भवति किन्तु पूर्वनिपातः न भवति चेत् वाट् इस् द मीनिङ्ग् आफ् दट् न नो उपसर्जनं पूर्वम् इति अस्ति तत्र लेट् अस् टेक् दट् उपसर्जनं पूर्वम् इति सूत्रमस्ति बट् संज्ञासूत्रमस्ति वाट् डस् द सूत्रं से उपसर्जनं पूर्वं समास इति अनुवृत्ति अस्ति आ कडारात् एका संज्ञा प्राक् कडारा समास आल् दीस् थिङ्ग्स् आर् सो वाट् इट् सेस् इस् दट् समासे इति वर्तते उपसर्जनसंज्ञका समासे पूर्वप्रयोक्तव्यं पूर्ववचनं परप्रयोगनिवृत्त्यर्थम् अनियमो हि स्यात् द्वितीया कष्टश्रितः द्वितीया शङ्गुलाखण्डः चतुर्थी युपद्वारा इति तत्र द्वितीया तृतीया चतुर्थी चतुर्थी एक्साम्पल्स् आर् गिवन् ओके देर् आर् पूर्वनिपादा भवति उपसर्जनं भूत्वा रैट् सो समासे उपसर्जनं प्रयोग प्राक् प्रयोज्यम् इति सिद्धान्तकौमुदी वदति किन्तु इफ् यु लुक् अट् इट् पूर्वसम प्रथमानिर्दिष्टं समास उपसर्जनं तत्र उपसर्ज देन् प्रथमानिष्टं समास उपसर्जनं किं वदति दिस् इस् 30 दिस् इस् 43 ओके सो डिफरेण्ट् सेक्शन् यस्य उपसर्जन यस्य उपसर्जनसंख्या भवति समासे तस्य प्रथमानिर्दिष्टं नोट् प्रथमानिर्दिष्टम् इत्युक्ते सूत्रे यत् पदं प्रथमाविभक्तिना निर्दिष्टं भवति एकवचनम् इति नास्ति प्रथमानिर्दिष्टम् अस्ति प्रथमाविभक्ति वर्ड् आफ् द सूत्र समाससूत्र वर् देर् इस् ए प्रथमाविभक्ति इन् द विधिसूत्रं तस्य उपसर्जनं संज्ञा भवति इति सो द्वितीय तृतीय चतुर्थ तुर्य इति प्रथमाविभक्त्याम् अस्ति देर् फोर् दे गेट् द नेम् उपसर्जनं एण्ड् उपसर्जनं पूर्वम् ईस् द सूत्रं विच् से दट् इट् शुड् बि द पूर्वनिपात बट् इन् दिस् केस् वाट् हेपन्स् इस् दट् एकविभक्तिका च पूर्वनिपाते ईस् दट् प्रथमानिर्दिष्टं बाधयित्वा यदि एकविभक्तिकं पदम् अस्ति समासे तस्य पूर्वनिपातं निषिध्यते केवलं उपसर्जनसंज्ञा यस्य अस्ति तस्य पूर्वनिपातं निषिध्यते अवगतं वा भगिनि So that means it won't become the first word of the samasa. But it will have the upasarjana sanya. Samasa you get only which is in the sutra, which is in the prathama vibhakti. No. That one comes a purva pada. I'll tell you the example. Dvitiya, tritiya, chaturtha, turiya is prathama vibhakti asti. Yes. So it should come, upasarjana sanya is the name for it. And sutra is in prathama vibhakti. So, प्रथमानिर्दिष्टं समास उपसर्जनं भूत्वा देट् शुड् कम् इन् द बिगिनिङ्ग् सो द्वितीय तृतीय चतुर्थ इ शुड् बि दर् द्वितीयं भिक्षाया नौ द वर्ड् भिक्षायाः ईस् एकविभक्तिकं पदं देट् डजन्ट् चेञ्ज् द्वितीयं भिक्षायाः तृतीयं भिक्षायाः चतुर्थं भिक्षायाः तुर्य भिक्षायाः सो भिक्षाया ईस् एकविभक्तिकम् इन् आल् द केसेस् In such a case where there is an ekavibhaktikam in the samasa, then purva nipata na bhavati. That means the sashtyantam padam purva nipata na bhavati. No. Ekavibhaktikam padam, prathama vibhaktikam padam yet sutre dastam atti, tasya निपातः न भवति न इति सूत्वा समासः उपसर्जनम् इत्यनयोः अनुवृत्तिः अथवा किं वदति विग्रह अवस्थायां यत् पदं नियतविभक्तिकां भवति इति भिक्षायां तस्य पूर्वनिपातात् भिन्ने कार्ये कर्तव्ये उपसर्जनसंज्ञा भवति सो एकविभक्तिकं पदं गेट्स् उपसर्जनसंज्ञा परन्तु तस्य पूर्वनिपाता न भवति ईवन् तु एकविभक्तिकं संज्ञा ईस् एकविभक्तिकं पदं गच्छ उपसर्जनसंज्ञा तस्य पूर्वनिपाता न भवति समासे विधीयमाने यत् नियतविभक्तिकं द्वितीये सम्बन्धिनी बहुभिः विभक्तिभिः प्रयुज्यमाने अपि एकया एव व्यवत्या यत् तत् उपसर्जनसंज्ञा भवति अपूर्वनिपाते अपूर्वनिपातः नाम्ना पूर्वनिपाताख्यं उपसर्जनकार्यं वर्जयित्वा एका विभक्त्यर्यस्य तत् एकविभक्तिः बहुव्रीहि पूर्वा च असौ निपातश्चेति पूर्वनिपातः न पूर्वनिपातः अपूर्वनिपातः इति अस्ति इति एकविभक्ति प्रथमान्तं सो अनुवृत्तिसहितसूत्रं किं वदति एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनं सो उपसर्जनसंज्ञाविभक्ति एकविभक्तिकं पदम् एण्ड् अपूर्वनिपातम् अस्ति चेत् समासे उपसर्जनसंज्ञा भवति तस्य प्रयोगं किम् तदस्ति गोस्त्रियोरुपसर्जनस्य इति कृत्वा तत् यत्र उपसर्जनसंज्ञस्य अस्य गो अथवा स्त्रीपत्यान्तशब्दः भवति तत्र पूर्वनिपातं न भवति किन्तु ह्रस्वं भवति गोस्त्रियोर् उपसर्जनस्य प्रातिपदकस्य ह्रस्व इति ह्रस्वत्वं विधीयते उपसर्जनसंज्ञा अस्ति चेत् सो उपसर्जनसंज्ञा हेस् गोट् टु प्रयोग वन् इस् पूर्वनिपात बट् इफ् इट् इस् उपसर्जन वित् गोस्त्रीया इस् द प्रातिपदिकम् अस्ति चेत् तत्र प्रातिपदिकस्य ह्रस्वत्वं भवति अन्तिम उपसर्जनस्य ह्रस्वत्वं भवति इति कृत्वा भिक्षायाः इति अत्र भिक्षा इति भवति भिक्षा इति स्त्रीलिङ्गस्य दीर्घत्वं न भवति भिक्षा इति स्त्रीलिङ्गस्य दीर्घत्वम् अस्ति न दीर्घत्वम् अस्ति ह्रस्वत्वं न भवति तस्य ह्रस्वत्वं भवति ह्रस्वत्वं भवति नो नो देयर् इस् अनदर् सूत्र दट् विल् टेक् इट् अवे महोदय देयर् इस् या वाट् इस् दट् सम् अनदर् लाङ्ग् सूत्र इस् देर् षष्टि अदन्त एक न न न एकविभक्तौ अषष्ट्यन्तवचनम् एकविभक्तौ अषष्ट्यन्तवचनम् इति एकं वार्तिकम् अस्ति एकदेशीसमासप्रसङ्गे अनेन वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा न भवति एकविभक्ति च पूर्वनिपाते इति सूत्रेण तत्कारणतः गोस्त्रियोरपि डसन्ट् वर्क् या एकविभक्ति च पूर्वनिपाते इति सूत्रेण उपसर्जनसंज्ञा न भवति सामान्यतया एकविभक्ति च पूर्वनिपाते इति उपसर्जनसंज्ञा भवति गोस्त्रियोर् उपसर्जनस्य ह्रस्वत्वं भवति किन्तु एकवार्तिकमस्ति एकविभक्तौ अषष्ट्यन्तवचनम् इति अस्ति एकविभक्त्याष्ट्यन्तवचनम् इति एकविभक्तौ अषष्ट्यन्तवचनम् इति वार्तिकेन यतोहि एकविभक्ति च पूर्वनिपाते इति सूत्रेण उपसर्जनसंज्ञा विधीयते चेदपि गोस्त्रियोरुपसर्जनस्य संज्ञा ह्रस्वत्वं विदितम् अस्ति तदपि बाधितं भवति उपसर्जनसंज्ञा न भवति एवं ह्रस्वत्वम् अपि बाधितं भवति एवमेव अर्धपिप्पली इत्यत्र अर्धपिप्पली इत्यस्य पदस्य विषये अपि चिन्तनीयं तत्र भिक्षा इति दीर्घत्वं यथावत् तिष्ठति जस्ट् लैक् पिप्पली इति पिप्पली इति तत्रापि दीर्घत्वं यत्र स्त्री अस्ति उपसर्जनस्य तत्र ह्रस्वत्वं भवितुम् अर्हति पूर्वनिपात एकविभक्तिकञ्च पूर्वनिपादे पट्टिन्द षष्ट्यन्तं वचनम् अस्ति चेत् एकविभक्तौ तिष्ठति दीर्घत्वं ह्रस्वत्वं भवितुम् अर्हति एकविभक्तौ अषष्ट्यन्तवचनम् इति वार्तिकेन उपसर्जनसंज्ञा अपि उपसर्जनसंज्ञा न भवितुम् अर्हति उपसर्जनसंज्ञापसर्जनस्य इत्यनेन षष्ट्यन्तं स्त्रीलिङ्गं पदं तथा एव तिष्ठति ह्रस्वत्वं बाधितं भवति गोस्त्रियोरुपसर्जनसंज्ञा देवश्रियोरुपसर्जनम् इति सूत्रस्य इति सूत्रं बाधितं भवति यदि षष्ट्यन्तपदम् अस्ति चेत् एकविभक्तौ षष्ट्यन्तं पदम् अषष्ट्यन्तवचनम् इति किम् उत्तरम् इति न अवगतम् वार्तिकं महोदय तत्र अषष्ट्यन्तवचनम् इति किम् विच् मीन्स् ओन्लि एकदेशी समास नो षष्टितमास नो षष्टि तत्पुरुषसमास That's why we consider it for Dvitiya Bhiksha. I mean, Shashti Samasa would be then Bhiksha Dvitiyam, right? Hmm. So, only for Dvitiyam Bhiksha? Is Bhiksha Dvitiyam or Bhiksha Dvitiyam? It should be Bhiksha Dvitiyam, no? No, this is... No, Shashti would be Bhiksha Dvitiyam. Bhiksha would be the Pratipatika, right? Bhiksha Yaha Krite. भिक्षा एव प्रातिपत्तिकं सो भिक्षा द्वितीयं षष्टी तत्पुरुषसमास अत्र किं वदति गोत्रियोर् उपसर्जनस्य सूत्रेण उपसर्जनसंज्ञस्य स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्व भवति अतः समासे भिक्षा इति उपसर्जनसंज्ञकस्य स्त्रीलिङ्गशब्दस्य ह्रस्वत्वं कृत्वा द्वितीया भिक्षा इति अभविष्यत् किन्तु समासे समासः तु द्वितीया भिक्षा इति एव अस्ति तर्हि तत् कथं नाट् द्वितीया इट् इस् द्वितीयभिक्षा द्वितीयभिक्षा द्वितीयभिक्षा इति ह्रस्वत्वं न भवितुमर्हति किन्तु समासे किं दृश्यते द्वितीयभिक्षा इति दीर्घत्वमेव दृश्यते तर्हि कथं तत् कथं तस्य विवरणमस्ति वार्तिकेन तद् निवाद्यते इति एकविभक्तौ अषष्ट्यन्तवचनम् सो अषष्ट्यन्तवचनम् इत्यस्मात् दीर्घत्वं तथा एव अस्ति किन्तु षष्ट्यन्तं नास्ति चेत् नो नो भगिनि एकविभक्तौ अषष्ट्यन्तवचनं दट् वार्तिकम् ऐ थिङ्क् इट्स् अषष्ट्यन्तवचनम् इट् इट् इस् सेयिङ्ग् ओन्लि फार् एकदेशि समास नाट् फार् षष्टि तत्पुरुषसमास इति एकं वार्तिकम् अस्ति अनेन वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा न भवति ओके सो द षष्ट्यन्त there it's the shashtyanta padasya upasarjana sanya na bhavati iti in the eka vibhaktau prasange eka vibhaktau prasange shashtyantasya upasarjana sanya nishityam bhavati iti nai tatpurushena ashashtyantam vachanam iti uktatva tatra pratyudasa prasiddhyana prasidya prasishedam iti nai tatpurushasya prabheda asti na तत् कृत्वा षष्ट्यन्तवचनस्य एकविभक्तौ इति भागत्यागलक्षणम् इति कृत्वा यत्र षष्ट्यन्तवचनमस्ति एकविभक्तौ भवति चेत् तत्र पूर्वनिपातस्य अपूर्वनिपात एकविभक्तिकम् इति सूत्रेण उपसर्जनसंज्ञा भवति चेदपि तद् न विवति इति कृत्वा स्त्रियन्तपदस्य प्रातिपदिकस्य ह्रस्वत्वम् अपि न भवति Because Upasarjana Sanya is not there. Goshtir Upasarjana Sanya, yeah. Only if Go or Stri has Upasarjana Sanya, Goshtri or Upasarjana Sanya iti sutrena hraswatvam bhavati. Upasarjana Sanya api na bhavati. Eka vibhaktikattum nasti chet, artha vartikatsi api prasangan nasti. And Upasarjana also will not happen because Eka Vibhakti cha Purva Nipati also is related to Eka Vibhakti ka. Tatra bhi Upasarjana Samnyana bhavati. So Shashtyanta padam asti chet Eka Vibhakti kam asti Shashtyantam asti Eka Vibhakti kam Tatra yeta Bhikshayaha Pipilyaha ityadi Eka Vibhakti kam asti chet Tatra Upasarjana Samnyana bhavati kintu वार्तिकेन उपसर्जनसंज्ञा निषिध्यते इति अस्ति तत्कारणतः ह्रस्वत्वम् अपि निषिद्धं भवति अस्तु अत्र स्थगयामः धन्यवादः धन्यवादः महोदय धन्यवादः धन्यवादः भगिनि. नमस्ते. धन्यवादः. नमस्ते.